नमो नमः, स्वागतं सर्वेभ्यः. प्रथमदिनमद्य शान्तिमन्त्रेण आरम्भं कुर्मः. ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहैः. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. चलो, इदानीम् अद्य प्रथमवर्गः अस्ति, अतः मम अपि किञ्चित् क्यूरियोसिटि अस्ति भवतः ज्ञानं कियत्पर्यन्तम् अस्ति इति. किमर्थम् अस्मिन् वर्गे आगतवन्तः, तदपि किञ्चित् क्यूरियोसिटि अस्ति. अतः कथम् आरम्भं कुर्मः. प्रथमकार्यं, अहं प्रश्नम् अथवा किमपि वदामि चेत् पर्यायेण भवन्तः उत्तरं दास्यति चेत् सर्वे श्रोतुं शक्नुवन्ति. ओके, अतः प्रथमं तु व्याकरणं, संस्कृतव्याकरणम्. एतस्य विषये मनसि किम् अस्ति? ओके, अहं नाम आह्वयामि. ओके, वदतु. इन्दु, भवत्याः नाम अत्र प्रथममस्ति, अतः इन्दु. नमस्कारः भगिनि. संस्कृतं व्याकरणं यदि एतत् शृणोति, मनसि किम् आगच्छति, घटिति? वदतु वदतु. आं भगिनि, अस्मि. मनसि किमपि न आगच्छति इदानीं. पठति पठति लेङ्ग्वेज् सम्यक् अवगन्तुं, भाषा सम्यक् अवगन्तुम् अवगमनार्थं माध्यम. लक्ष्मी, भवती किं चिन्तयति? लक्ष्मी अस्ति वा न? आं भगिनि, वदतु वदतु. भवती मम नाम लक्ष्मी. चलति चलति, तत् सर्वं तु अनन्तरं पश्यामः. झटिति संस्कृतं व्याकरणं शृणोति चेत् मनसि किम् आगच्छति? संस्कृतं व्याकरणं मनसि चेत् अहं गीताभ्यासं वदामि. गीताभ्यासम्. ओके, भवत्याः कृते संस्कृतं व्याकरणम् इत्युक्ते गीताभ्यासम्. ओके, धन्यवादः. सीतालक्ष्मी, भवती किं चिन्तयति? सीतालक्ष्मी. आं भगिनि, नमस्कारः भगिनि. हलो. अहं व्याकरण सम्यक् ज्ञातुम् इच्छन्ति. व्याकरणं सम्यक् ज्ञातुम् इच्छति, अतः एव अस्मिन् वर्गे प्रविष्टः. ओके, तत्तु सिद्धं. सम्यक् संस्कृतेन पठितुं. न, मम प्रश्नं किञ्चित् भिन्नम् अस्ति. किञ्चित् किमर्थम् अहं न पृच्छामि, किमर्थं भवती अस्मिन् वर्गे अस्ति तस्मिन् विषये अहं न पृच्छामि इदानीं. झटिति मनसि संस्कृतं शृणोति सम्यक् न श्रूयते महोदय. ओहो ओके, तत्र तु आडियो प्राब्लम् अस्ति. ओके पल्लवी व्याकरणं मीन्स् सम व्याकरणम् आम् सिन्टेक्स् आर् द रूल्स् फार् फार्मिङ्ग् द सेण्टेन्स् आर् फार्मिङ्ग् द वर्ड्स् सिन्टेक्स् रूल्स् फार् फार्मिङ्ग् सेण्टेन्सेस् वर्ड्स् वा ओके ओके व्याकरणं शब्दस्य कथम् एतत् शब्दं किं निर्माणम् अभवत् तस्मिन् विषये जानाति? आम् व्याक्रियन्ते अनेन शब्दाः तद् व्याकरणं तत् वि अधिक आ अधिक कृ अस्मात् अधिकं युट् प्रत्ययः युट् प्रत्ययः आम् एतस्य मेलनेन व्याकरणम् इति शब्दस्य निर्माणं भवति. वि उपसर्ग आ उपसर्ग कृ धातु तदनन्तरं ल्युट् प्रत्ययस्य योजनेन व्याकरणम् इति शब्दस्य निर्माणं भवति. ओके इदानीम् अन्यत्र गच्छामः. व्याकरणविषये तु किञ्चित् ज्ञातवन्तः. इदानीं प्रतिभा. नमस्ते भगिनि. सुप्रभात. सुप्रभातम्. इदानीम् अहम् अन्य शब्दः ददामि. किमस्ति पाणिनि इति शृणोति चेत् मनसि इमिडियट्लि किम् आगच्छति? आधारम् इति, व्याकरणस्य आधारम् इति आगच्छति मनसि. मूलव्यक्तिः मूलव्यक्तिः पाणिनि एव रचितवान् व्याकरण सम्यक् रूल्स् सर्वे अपि नियमाः पाणिनि एव लिखितवन्तः बोधितवान् मूलव्यक्तिः आधारः इत्युक्ते पाणिनेः पूर्वं वा पाणिनेः अनन्तरं व्याकरणम् इति विषयः एव न आसीत्. शिवस्य शिव ईश्वरः सम्यक् न जानामि महोदय. ईश्वरः बोधितवान् इति स्मरामि, परन्तु तदनन्तरं ऋषिमुनिः आसीत् पाणिनिः बिफोर् पाणिनि एण्ड् आफ्टर् पाणिनि आल्सो ही पास्ड् आन् टु सो मेनि हिस् शिष्यास्. ऐ डोण्ट् रिमेम्बर् प्रापर्लि. ओके चलति. हा चलति. प्रीति प्रीति नमस्ते. नमस्ते नमस्ते. पाणिनि इति श्रुणोति चेत् मनसि अष्टाध्यायी. अष्टाध्यायी वा. हा ओके पाणिनि इत्युक्ते व्याकरणम् एकस्य मतं भवती वदति अष्टाध्यायी. ओके अष्टाध्यायी विषये भवती किं जानाति? अष्टाध्यायी अष्टाध्यायां धातवः सन्ति धातोः आवलीम् अस्ति. धातोः आवली अष्टाध्याय्याम् अस्ति? ओ ओ ओ सम्यक् न जानामि महोदय. ओके अष्टाध्यायी नाम किमर्थम्? अष्ट अध्यायाः सन्ति. अष्टाध्यायी पाणि इक्वल् अष्टाध्यायी इति मनसि अस्ति सत्यम्? आम्. ओके धन्यवादः. प्रिया भवत्याः कृते किम् अस्ति अष्टाध्यायी इत्युक्ते? न अष्टाध्यायी न, इदानीम् अष्टाध्यायी विषये अहं न पृच्छामि. अहं पाणिनि इत्युक्ते झटिति मनसि किम् आगच्छति? मुनित्रयं. मुनित्रयं मुनित्रयं व्याकरणम् अष्टाध्यायी इदानीं मुनित्रयम् ओके मुनित्रयं विषये किमपि जानाति स्पष्टीकरणं कर्तुं शक्नोति मुनित्रयं श्लोकमस्ति वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिसूत्रकारं च प्रणतोऽस्मि मुनित्रयं त्रयः मुनि आसन् पाणिनिसूत्रकारः वाक्यकारः वररुचि अथवा कात्यायनः अपि नाम अस्ति पतञ्जलिभाष्यकारः त्रयमुनेः मेलनं त्रिमुनिव्याकरणं बहु पुस्तकानि रचितवन्तः ओके एते त्रयः मिलितवन्तः वा मिलित्वा न भिन्नभिन्नकाले पाणिनि त्रयः भिन्नकाले आसन् पाणिनिः इति अहं स्मरणे वदामि परन्तु सम्यक् अस्ति वा नास्ति वा अहं न जानामि 600 BC काले पाणिनि आसन् कदा 600 BC ओके कात्यायनि वररुचि अहं न स्मर्तव्यं न स्मर्तव्यं पतञ्जलि 200 BC बिट्वीन् 100 to 200 BC बट् अहं कात्यायनः कालं न जानामि ओके द्वयोः मध्ये अस्ति न मध्ये एव अस्ति सो तदनन्तरं वार्तिकम् आगतम् अनन्तरं भाष्यम् आगतम् पाणिनेः अनन्तरं पतञ्जलेः पूर्वम् इति वयं चिन्तयितुं शक्नुमः न आं सो 400 BC अप्राक्सिमेट्लि ओके धन्यवादः सविता सविता पाणिनि विश् अस्ति वा न आडियो नास्ति वा तस्याः सविता महोदय ओके रमाबाला नमस्ते भगिनि नमस्ते ओके पाणिनि महोदयस्य विषये किमपि जानाति वा एवम् अष्टाध्यायी रचयिता इति जानाति जानाति ओके पाणिनि किं प्रिया उक्तवती 600 BC केचन अन्यजनाः वदन्ति 700 BC इतोपि अन्ये वदन्ति 500 BC ओके 500, 600, 700 कुत्रापि अस्ति वयं तु तस्मिन् काले न जीवितवन्तः अतः स्वीकुर्मः तत् तस्मिन् काले बहु पूर्वम् अस्ति परन्तु पाणिनिविषये अन्य किमपि जानाति महोदय केवलम् अष्टाध्यायी लिखितवान् वा बहूनि सूत्राणि दत्तवन्तः तत्तु अष्टाध्यायीविषयमस्ति सूत्राणि अष्टाध्यायीविषयम् ओके पाणिनेः माता पिता जन्मस्थानं तस्मिन् विषये किमपि जानाति न महोदय क्षम्यताम् ओके न चलति चलति ओके पाणिनि अष्टाध्यायी विहाय अन्य किमपि लिखितवान् वा तत् जानाति न महोदय केवलम् अष्टाध्यायीविषये ओके अष्टाध्यायीविषये किं जानाति बहूनि सूत्राणि सन्ति अष्टाध्यायाः विभजनं दट् इस् द लैफ् आफ् द लेङ्ग्वेज् ओके फैन् वेरि गुड् अष्टाध्यायाः विभजनं कथम् अस्ति अष्ट अध्यायाः सन्ति पुनः किं कथं विभजनम् अस्ति जानाति प्रत्ययः सन्धिसूत्राणि सूत्रविषयमस्ति भाषावग्रन्थम् ओके अहमेकम् उदाहरणं ददामि हा शृणोतु ओके यदा अहं सूत्रक्रमाङ्कः 6177 इति वदामि हा भवती तस्य परि किं कथं सिक्स्थ् चाप्टर् इति सिक्स्थ् चाप्टर् फस्ट् वन् 77 सूत्र फस्ट् वन् इत्युक्ते किं फस्ट् फस्ट् पेज् सिक्स्थ् चाप्टर् एकनिमिषम् ओके अहं परिवर्तनं करोमि 6377 तदा किं थर्ड् पेज् भविष्यति वा थर्ड् पाद पाद ओके अतः प्रति अध्यायस्य चत्वारि पादाः सन्ति तदनन्तरं प्रतिपादे किम् अस्ति अथवा किमस्ति प्रतिपादे विवरं न जानामि महोदये सूत्राणि सन्ति अतः अष्टाध्यायी इत्युक्ते अष्ट अध्यायाः सन्ति तस्य विभजनं प्रति अध्यायस्य चत्वारि पादाः प्रतिपादे सूत्राणि सन्ति तत्र नियमं नास्ति हा केचन स्थाने किं अधिकाः सन्ति तत्रापि न्यूनाः सन्ति ओके सूत्रस्य नियन्त्रणम् अथवा नियमं नास्ति परन्तु अध्यायाः चत्वार पादाः क्षम्यताम् अध्यायाः अष्ट अष्टाध्यायः अष्ट अध्यायाः अरे करेक्षन् करोतु न पादाः चत्वारि ओके ओके इदानीं राममूर्ति धन्यवादः भगिनि चलति चलति धन्यवादः किं वयं डिस्कवरी ट्रिप् कुर्मः अद्य ओके राममूर्ति नमो नमः अस्ति वा न ओय् आडियो उद्घाटयतु ओके रम्या नमो नमः भगिनि ओके अष्टाध्यायी अष्ट अध्यायाः सन्ति वयं ज्ञातवन्तः परन्तु अष्टाध्यायाः इतोपि एक विभजनमस्ति अस्मिन् विषये जानाति वा अष्टाध्यायाः सन्ति पुनः तत्र सूत्ररूपेण विभजनं भवति इति जानामि धातुपाठः गणपाठः इति अस्ति इति जानामि क्षम्यतां सम्यक् न शृणोमि कृपया पुनः वदति वा न अन्य पुस्तकानि अपि रचितवान् इति श्रुतवती ओके किमपि नाम मनसि अस्ति इदानीं झटिति न आगच्छति भगिनि इदानीं कुत्रापि श्रुतवती सः कृतवान् इति भवती तु इदानीमेव किमपि उक्तवती तत् पुनः वक्तुं न शक्यते न तत्र अष्टाध्यायी मध्ये सूत्राणि पुनः विभजितानि भवन्ति इति चिन्तयामि धातु गणः धातुपाठः गणपाठः इति पुनः विभजितं भवति इति पुस्तकः भिन्नग्रन्थाः अथवा पुस्तकानि यत्किमपि वक्तुमिच्छति शक्नोति धातुपाठः इति एकः ग्रन्थः इति अन्यग्रन्थः अस्तु धातुपाठे धातूनाम् आवली अस्ति गणानुगुणं गणं धातु दशगणाः सन्ति सन्ति वयं सर्वे जानीमः धातुपाठे प्रतिगणस्य धातुविषये अस्ति गणपाठः गणपाठः अपि अन्यग्रन्थः अत्र किमस्ति शब्दानां समूहः किं वयम् एकः समूहः अस्ति अस्मिन् विषये वयं जानीमः न उत्तरवर्गस्य भगिनी सम्यक् न श्रूयते आम् किञ्चित् डिस्टर्बेन्स् अस्ति यदा भवती भाषणं कण्टिन्यूस् करोति चेत् रम्या भगिनी भवती अपि म्यूट् करोतु किञ्चित् ध्वनि आगच्छ Where did I go? Hello? Hello? Shruyate va? Aam bhagini, Shruyate. Aam bhagini. Oh. Idanim, Idanim samyak Shruyate? Aam, Idanim samyak bhagini. Aam bhagini. Aam. Hello? Shruyate bhagini. Ah, okay. Okay. ब्रेक् नास्ति न इदानीं न महोदय आम् कस्मिन् विषये सम्भाषणं करोति गणस्य गण हा गणविषये न कुत्र मम रम्या भवती सम्भाषणं करोति स्म न अस्मि भगिनि ओके गणविषये वयं किञ्चित् ज्ञातुम् आरम्भं कृतवन्तः किमस्ति उपसर्गविषये भवती जानाति उपसर्गविषये आं कति उपसर्गाः सन्ति उपसर्गाः द्वादश द्वादश इस् ट्वेल्व् न स्मरामि क्षम्यतां भगिनि द्वाविंशति द्वाविंशति द्वाविंशति सर्गाः दश न्यूनं कृतवती चलति परन्तु तदपि गणपाठे स्थापितम् अस्ति अतः एव वयं जानीमः उपसर्गाः द्वादशः इति ओके तदनन्तरम् इतोपि एकम् उदाहरणमस्ति सर्वनामविषये अन्य अहं न जानामि सर्वनाम तत्र 35 आवलीमध्ये 35 सर्वनामशब्दाः सन्ति ओके एवं गणपाठे ग्रुप्स् आफ् वर्ड्स् दत्तमस्ति तदनन्तरं यदा सूत्रं सूत्रविषयं पश्यामः चेत् सम्पूर्णगणस्य बिहेवियर् पेटर्न् सूत्रे दत्तम् अस्ति. ओके, अतः गणपाठः, धातुपाठः, सूत्रपाठः, तत्र किं लिङ्क् अस्ति. अवगतम् इदानीम्? ओके, संस्कृतं, हूस् द संस्कृतम्? हलो, संस्कृतं कः अस्ति वा का अस्ति, वक्तुमिच्छति? ओके, संस्कृतं न वदति. सरस्वती. आं भगिनि. सरस्वती, धातुपाठः, गणपाठः, अन्य किमपि नाम जानाति पाणिनेः ग्रन्थानां विषये? न भगिनि. न, ओके. But Wikipedia, I don't know, I just, there are two other literary works, Jambavati Vijaya, and another one is Pathala Vijaya. Both are lost, but those are the two there for. Tattu Satyam, Tattu Kavyam Asti, Vyakaranam Nasti, Panini, Ekameva Kavyam Likitavan, Jambavati Parinaye. परिणयकाव्यम् इति किमपि अस्ति. हा, तत्तु किम् अदृश्यम् अभवत् अस्मिन् काले. परन्तु अन्य एक अन्य इतोपि कार्यद्वयम् अहं महोदय कृतवान् तस्मिन् विषये. ओके, सर्वमङ्गला, भवती जानाति? नमस्ते. नमस्ते. नमस्ते, नमस्ते. हलो, रचितवान् पाणिनीयशिक्षा. हलो, न श्रूयते महोदय. पाणिनीयशिक्षा. पाणिनीयशिक्षा, बहु सम्यक्. पाणिनीयशिक्षा, तत्र कस्मिन् विषये किं लिखितमस्ति? पाणिनीयशिक्षा नाम एव अवगच्छामि. नाम एव अवगच्छति. ओके, अन्य इतोपि एकम् अस्ति, तदपि जानाति वा? लिङ्गविषये धातुपाठः, धातुपाठः, गणपाठः, शिक्षा, इतोपि एकमस्ति. लिङ्गविषये ज्ञानं ददाति तत्. लिङ्गानुशासनम्. लिङ्गानुशासनम्. ओके, लिङ्गविषये किं किं जेण्डर्. ओके, स्पष्टीकरणं करोति. ओके, शिक्षाविषये किञ्चित् अधिकं वक्तुं शक्नोति? शिक्षापुस्तकविषये न? ओके, सौम्या कृष्णन्. सौम्या कृष्णन्, हा, नमो नमः. नमस्ते. हलो, हा, नमस्ते. किञ्चित् उच्चैः वदतु. नमस्ते भगिनि. नमस्ते. श्रूयते वा? हा, श्रूयते. शिक्षाविषये किमपि जानाति इतोपि? न भगिनि. पुस्तकमस्ति, कस्मिन् किं विषये लिखितमस्ति भगिनि? इट् सेस् अबौट् द प्रनौन्सियेशन्, उच्चारणशास्त्रस्य. सौम्या वदति, अनन्तरं पश्यामः. सौम्या. आं भगिनि, वदतु. शिक्षाशास्त्रः उच्चारणविषये पाठयति. उच्चारणविषये किं स्पष्टीकरणं करोति अथवा रूल्स् ददाति कथम् उच्चारणं भवति इति. ओके, एतत्तु मेडिकल् फील्ड् मध्ये अपि उपयोगी भवति. हा, मनसि एतत् स्थापयतु. शिक्षाशास्त्रं किम् अस्माकं ध्वनि उत्पादनविषये कुतः किं ध्वनि आगच्छति, तत्र यदा समस्या अस्ति चेत् कथं तस्य किं शुद्धीकरणं वा करेक्षन् कर्तव्यं, तस्मिन् विषये बहु डीप् ज्ञानम् अस्ति तत्र. ओके, अस्तु भगिनि, अनन्तरम् इदानीम् आगच्छति पाणिनि व्याकरण टु समरैस्. हा, पाणिनिव्याकरणं न संस्कृतं व्याकरणं वि अधिकम् आ अधिकं कृ अधिकं लुट् प्रत्यय व्याकरणम् इति शब्दस्य निर्माणं पाणिनेः कालः पाणिनि अष्टाध्यायी लिखितवान्. परन्तु अष्टाध्यायाः काम्प्लिमेण्ट्री बुक्स् आर् देर्, तदस्ति धातुपाठः, गणपाठः, लिङ्गानुशासनं, शिक्षा. हा, एते ग्रन्थाः चत्वारः काम्प्लिमेण्ट्री टु अष्टाध्यायी. इत्युक्ते किम्? अष्टाध्यायी मेन् ग्रन्थ. हा, एते अन्ये ग्रन्थाः तस्य उपयोगार्थं भवन्ति. हा, अवगतं? समस्या अस्ति चेत् वदन्तु. अनन्तरं पाणिनि, कात्यायनः, पतञ्जलि, मुनित्रयं. मुनित्रयं पाणिनेः कालः. ओके, फैन्. यदा वयं 600 BC इति स्वीकुर्मः, 200 वर्षानन्तरं कात्यायनस्य कालः, इतोपि 200 वर्षानन्तरं पतञ्जलेः कालः. परन्तु एकं तु मनसि स्थापनीयं, त्रिमुनिव्याकरणम् इति अस्मिन् काले वदामः. त्रिमुनिव्याकरणं तत्र यत्किमपि उक्तमस्ति तत् आदि उक्तम् इत्युक्ते प्रथमवारम् उक्तमस्ति, तत् बेस् अस्माकं कृते बेस् भवति. हा, तत्र यत्किमपि परिवर्तनं कुर्मः तदनन्तरं यत् वयं प्राप्नुमः तत्तु अस्माकं क्रियेटेड् स्टफ्. ओके, ओरिजिनल् स्टफ् त्रिमुनि यत् उक्तवन्तः तत्. ओके, ओके, यावत्पर्यन्तम् अवगतम्? भगिनी, अपि च पाणिनेः मातापितरौ दाक्षीपुत्रः शालकः. ओके, पाणिनेः किमपि हिस्ट्रि, लैफ् स्टोरि इत्युक्ते पाणिनेः मातुः नाम किं? प्रिया, मातुः दाक्षी, दक्षा. दक्षा, अतः तस्य एकः नाम, एकं नाम अस्ति दाक्षीपुत्रः. ओके, पितुः नाम जानाति? स्मरणे शालातुरः, शालातुरः स्थानमस्ति, शलङ्कुः. शलङ्कुः किं? पुनः शलङ्कुः, शलङ्कुः पिता. मम हस्ते तु अस्ति पणिः इति. शलङ्कुः शलङ्कुः पणिः इति अहं लाहोर् ग्रामस्य. अस्मिन् काले लाहोर् इति नाम अस्ति, परन्तु तस्य काले शालातुरः आसीत्. अतः तस्य पाणिनेः अन्य नाम अस्ति शालातुरीयः. ओके, पितुः नाम पणिः. प्रिया, स्मरणे अस्ति? आम् आम्, पणिना, पणिः. ओके, अतः पाणिनिः तस्य नाम. ओके अतः पाणिनेः नामत्रयं पाणिनिः पितुः नामाधारेण दाक्षीपुत्रः मातुः नामाधारेण शालातुरीयः इति यस्य तस्य जन्म अभवत् तदाधारेण ओके तत् सर्वं तद्धितान्ताः सन्ति हा ओके ओके अन्य किम् इतोपि कोऽपि स्मरति शलमिच्छति शलङ्कुः शलङ्कुः इति शलङ्कुः एतत् किम् अस्ति कोविदपुस्तके पतञ्जलि विषये एकनिमिषम् पतञ्जलिविषये इदानीं मा गतं पतञ्जलि न पाणिनिः क्षम्यतां पाणिनिः पाणिनिविषये पाणिनिविषये ओके मातुः नाम दाक्षी पितुः नाम शलङ्कुः ओके अतः पितुः नाम शलङ्कुः इत्युक्ते तस्य अन्य नाम किं दत्तमस्ति तत्र न महोदय न न माता पिता शालातुरीयः शालातुरग्रामवासी पाणिनः ओके ओके ठीक तावत्पर्यन्तं वयं पठितवन्तः इदानीं किञ्चित् अग्रे गच्छामः पाणिनि अष्टाध्यायी कामा कृत्वा अन्यत्र गच्छामः इदानीं सुनन्दा नमस्ते भगिनि सुनन्दा गणत्र नमस्ते भगिनि हलो किञ्चित् उच्चैः वक्तुं शक्नोति न सम्यक् न श्रूयते भगिनी नमस्ते नमस्ते भगिनी नमस्ते हा ओके इदानीं प्रश्नम् एवमस्ति भवती कौमुदी इति शब्दः श्रुतवती वा आं श्रुतवती ओके मनसि किम् आगच्छति कौमुदी शृणोति चेत् कौमुदी झटिति किम् आगच्छति ग्रन्थः अस्ति ओके अष्टाध्यायी एकः ग्रन्थः कौमुदी अन्यग्रन्थः ओके परन्तु यदा कौमुदी शृणोति मनसि किम् आगच्छति अथवा स्मरणे किम् आगच्छति कमल का फूल ओके अन्य किमपि अन्यत्र किमपि न जानामि ओके सुन्दरं सुन्दरं धन्यवादः अस्मि भगिनि ओके सुप्रभातम् ओके कौमुदी श्रुतवान् श्रुतवान् ओके मनसि किम् आगच्छति कौमुदी इति शृणोति चेत् सिद्धान्तकौमुदी इति ग्रन्थः अस्ति सिद्धान्तकौमुदी इति एकं ग्रन्थम् अस्ति एकः ग्रन्थः अस्ति क्षम्यताम् एकः तदपि सूत्रे सूत्रविषये सूत्राणि विषये एव तत्रापि सूत्रविषये एव चर्चितम् अस्ति न अस्तु अस्तु इदानीम् अहं मन्ये ओके अतः अष्टाध्याय्याम् अपि सूत्रविषयं कौमुद्याम् अपि सूत्रविषयं सूत्रविषयमेव अस्तु समानमस्ति अस्तु आर्डर् इस् डिफ्रेण्ट् पाणिनिना यस् अरेञ्ज्ड् इट् डिफ्रेण्ट्लि ओके अरेञ्ज्ड् इट् डिफ्रेण्ट्लि किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति ऐ वुड् से गणाः मीनिङ्ग् he has grouped them according to some order, so they all come together. Okay, according to the order, if you say kim order, similar items, he grouped them together. Much I know. Kimartham? For example, let me think one. That is this right now I don't think that is whatever is creating the it's agnya, for example, finally all of them lopa bhavati, that all those things is put together, alantyam, upateshi, achananasika, all of them, you know, they come in a particular order, they do a similar activities or similar work on the words, and so he grouped them. So that grouping work is done by Pani Maharishi, but the Kaumudi Rishi's order is different. It's not that. Yeah, he has probably used a different approach. Okay. Tasmin vishe agre pashyamaha. Okay. Urmila Modi. आं भगिनि भवती किम् इतोपि किमपि जानाति वा वक्तुं शक्नोति कौमुदीविषये? किमर्थं रचितम्? देट्स् आल् ऐ नो, अधिकं न जानामि. अधिकं न जानामि. ओके, वाट् डू यू नो? पुनः वदतु. हा, उर्मिला, भवत्याः नाम कुत्र गतम्? ओके, फैन्. उर्मिला, वदतु. यत्किमपि जानाति, रिपिटिशन् अस्ति चेत् चलति. हा, चिन्ता मास्तु. कथं सम्बन्धे? कौमुदीसम्बन्धे. कौमुदीसम्बन्धे अहं किमपि न जानामि. ग्रन्थः नाम इति श्रुतवती. ओके, सिद्धान्तकौमुदी इति नाम श्रुतवती. कदा कदा श्रुतवती? परिवारे अहं गच्छामि, तत् पाण्डुरङ्गशास्त्री उक्तवान् अबौट् जस्ट् ग्रन्थनाम. ओके, in what context? Aham na smarami. Okay, chinta mastu. Ha, okay, atra kechana janaha vilambena agatavantaha ataha तेषां नामानि अहं न आहूतवती. ओके, चम्पा पटेल. आं भगिनि, नमस्ते. नमस्ते. कौमुदीविषये किमपि किं केन् यु त्रो सम् लैट्? ग्रन्थः अस्ति मम समीपे, कौमुदी धातुरूपाणि अस्ति. ओ, ओके. कौमुदी इत्युक्ते धातुरूपाणि. हा, ओके. अन्य किमपि जानाति? न भगिनि, न. ओके, किरल्. किरल् अस्ति वा न? आं भगिनि. ओके, भवती किमपि जानाति इदानीं कौमुदीविषये? न भगिनि, न. ओके, सिद्धान्तकौमुदी इति श्रुतवती कदापि? सिद्धान्तकौमुदी नाम केवलं जानामि भगिनि. ओके, नाम केवलं जानाति. अष्टाध्यायी तदपि नाम केवलं जानाति वा अन्य किमपि? जानामि, पाणिनिरचिता अष्टाध्यायी. ओके, सिद्धान्तकौमुदी केन रचितं पुस्तके सूत्रमस्ति व्याकरणस्य व्याकरणस्य पठतु पठतु व्याकरणस्य पुस्तकं अष्टाध्यायां पाणिनि व्याकरणस्य अनेकानि सूत्राणि रचित ओके अस्माकं पुस्तकद्वयमस्ति सोरि भगिनि अस्माकं हस्ते इदानीं पुस्तकद्वयम् अस्ति एकं तु अस्ति नाम तस्य अष्टाध्यायी द्वितीयमस्ति पुस्तकस्य नाम अष्टाध्यायकौमुदी इति नामद्वयमस्ति अस्माकं हस्ते अहं किञ्चित् ज्ञातुम् इच्छामि पुस्तकद्वयं किमर्थं प्रथमं किम् अस्ति प्रतिपुस्तके हे सुमा ए पिल्लस्तु चुडु पिल्लि पिल्लि ओ ओ ओ म्यूट् कुर्वन्तु यदा पर्यायः समाप्तः तद् म्यूट् कुर्वन्तु हा सर्वे ओके भगिनि अद्य पुस्तके व्याकरणस्य रूल्स् अस्ति भगिनि व्याकरणस्य रूल्स् ओके तस्मिन् पुस्तके अष्टाध्यायाम् अष्टाध्यायां सिद्धान्तकौमुद्यां कस्मिन् विषये तदपि रूल् अस्ति भगिनि तदपि समानमस्ति समानमस्ति समानमस्ति तदा तदा किमर्थं पुस्तकद्वयं निर्मितं किमपि रीज़न् भविष्यति न इति अहं न जानामि भगिनि ओके ओके अधिकं चिन्तां न करोतु जया नमस्कारः ओके यावत्पर्यन्तं श्रुतवती न श्रुतवती ओके किञ्चित् किञ्चित् यत्किमपि भवती जानाति वदतु सिद्धान्तकौमुदी लेखकः भट्टोजिदीक्षितः सिद्धान्तकौमुद्याः लेखकः भट्टोजी दीक्षितः बहु सम्यक् हा ओके अतः अस्माकं हस्ते पुस्तकद्वयम् एकं तु पाणिनिना रचिता अष्टाध्यायी द्वितीयं भट्टोजी दीक्षितेन रचितं सिद्धान्तकौमुदी ओके इदानीं भवती जानाति भट्टोजी दीक्षित् कदा एतस्य पुस्तकस्य रचना कृतवान् न जानामि भगिनि न जानामि ओके चलति ओके किमर्थम् एतत् पुस्तकम् आगतम् अथवा रचितं तत् जानाति तदेव अस्ति न Maybe his his rule, I mean his way of categorizing it or something. Okay. Yeah, categorizing. Okay. किञ्चित् अधिकं वक्तुं शक्नोति नियमाः सूत्राणि नियमाः सूत्राणि ओके कुत्र केवलम् अष्टाध्याय्याम् अस्ति अष्टाध्याये एव अहं अनन्तरम् अत्र किं सिद्धान्तकौमुदी तत्र नियमाः सूत्राणि न सन्ति न जानामि सिद्धान्तकौमुद्याः विषये न जानामि न जानामि ओके ओके चलति हा पद्मजात्यागराजन् भवत्याः ध्वनिः न श्रुतवती ओके पुनः आह्वयामि हलो वदना ओके के के किमपि न उक्तवन्तः मुखं न उद्घाटितवन्तः हीरल नो हीरल स्पोक अन्य का अस्ति कः अस्ति रूपल ठक्कर नमो नमः महोदय नमो नमः सिद्धान्तकौमुदी विषये किमपि जानाति सिद्धान्तकौमुदी नाम श्रुतवती अत्र गीताप्रवेशवर्गे नीरज दाण्डेकर् महोदय अपि उक्तवान् मध्ये पाणिनिव्याकरणकृते सिद्धान्तकौमुदी पठन नीरज महोदय अष्टाध्यायी विषये अपि उक्तवान् न मध्ये मध्ये सन्धिपाठने चित्राणि आमां सूत्राणि आगच्छन्ति न सन्धिपाठनसमये तर्हि छात्राः यत् पृच्छन्ति डौट्स् तर्हि सः अवदत् यदा भवान् सिद्धान्तकौमुदी एवं सर्वं पठिष्यन्ति तदा सर्वं सूत्रस्य अर्थाणि इत्यादि ज्ञास्यन्ति अधुना न कारणं सन्ति डिटेल् मध्ये आवश्यकं चेत् तत् पठितव्यम् एवं सः उक्तवान् अनन्तरं महोदय सिद्धान्तकौमुदी पठितव्यं सन्धिविषये इति उक्तवान् अष्टाध्यायी न एतत् स्पष्टमस्ति दिस् इस् वाट् ऐ हेव् अण्डर्स्टुड् भवत्याः स्पष्टीकरणेन ओके एतत् सम्यक् अस्ति ओके इदानीं रीज़न् अहं ददामि ओके किमर्थं कारणं यदा वयं सन्धिकार्यं कर्तुं या पद्मजा यु वर् नाट् आडिबल् ओके क्षम्यतां ध्वनि न श्रुतवती ओके अतः अहम् अग्रे गतवती ओके इदानीं रूपल् ओके अष्टाध्याय्यां सूत्राणि सन्ति कौमुद्यामपि सूत्राणि सन्ति भिन्नता कुत्र अस्ति यदा नीरज महोदय उक्तवान् यदा सन्धिकार्यविषये सूत्रं कथम् उपयोगं करणीयं ज्ञातुम् इच्छति चेत् सिद्धान्तकौमुदी रेफर् करोतु अष्टाध्यायी न किमर्थम् इत्युक्ते अष्टाध्याय्यां सन्धिसूत्राणि भिन्नभिन्न अध्यायेषु मिलिष्यति एकं पादेषु अपि मिलिष्यति द्वितीयम् इत्युक्ते सर्वम् एकत्रीकृतं नास्ति अवगतं यदहम् उक्तवती परन्तु यदा कौमुदी स्वीकुर्मः टापिक् वैस् एकत्रीकृतम् अस्ति अतः सन्धिविषये सर्वाणि सूत्राणि एकस्मिन् स्थाने मिलिष्यति एतत् अस्ति प्रक्रिया अनुगुणम् ओके अवगतम् प्रक्रिया इत्युक्ते यत् कार्यम् अहं कर्तुम् इच्छामि तस्य कृते यत्किमपि आवश्यकं तत् सर्वम् एकस्मिन् स्थाने मिलिष्यति एतदस्ति भिन्नता कौमुदीरीति अष्टाध्यायीरीति अष्टाध्यायी प्रकरणग्रन्थः इति उक्तमस्ति कौमुदी प्रक्रियाग्रन्थः इति नाम्ना किं ज्ञायते ओके यावत्पर्यन्तं स्पष्टं हा संस्कृतम् एषः कः अथवा एतत् एषा का न तस्याः ध्वनि न श्रुतवती हूस् दिस् पद्मजा ट्रै स्पीकिङ्ग् अगेन् आडियो आगच्छति वा किञ्चित् प्रयत्नं कुर्मः. अन्म्यूट् करोतु पद्मजा. न अन्म्यूट् करोतु प्रथमम्. नो लक्. आर् सविता. आर् सविता. नमो नमः भगिनि. नमो नमः. श्रूयते श्रूयते. ओके. कदा भट्टोजी दीक्षित् सिद्धान्तकौमुदी लिखितवान् जानाति किमपि? महोदय जानामि. न जानामि महोदय क्षम्यताम्. ओके ओके. किमर्थं कौमुदी प्रसिद्धः अभवत् जानाति? पाणिनीयसूत्राणाम् अर्थः उदाहरणसहितं निरूपितः. ओ ओ ओ एतत्तु सविता न उक्तवती. न का उक्तवती? शीतालक्ष्म्यामतां महोदय. सीतालक्ष्मी. ओके. इदानीं सविता. आं महोदय. सिद्धान्तकौमुदी विषये अन्तर्जाले मध्ये वीडियोस् एव अहं दृष्टवती. अहं न रिगार्डिङ्ग् दिस् ऐ डोण्ट् नो महोदय. ओके. न जानाति. राममूर्ति भवतः अपि ध्वनिः न श्रुतवती. ओके. रम्या. नो. अहं वदामि वा? का नाम वदतु? प्रिया. प्रिया. ओके. हा वदतु वदतु. अष्टाध्यायी लघुनियमाः सन्ति. तत् विवरणं नास्ति. तदपि प्रथमं कण्ठस्थीकरणं कण्ठस्थीकरणं तत् क्रमेण एकक्रमेण नास्ति. बहु स्केटर्ड् अस्ति. बहवः सूत्राणि. एकनिमिषम् एकनिमिषं. बहु स्केटर्ड् किम् अस्ति? सूत्रा स्केटर्ड् सन्ति. सूत्राणि तु स्केटर्ड् सूत्राणि क्रमेण एव आगच्छन्ति. किं स्केटर्ड् किम् अस्ति? कौशीकरणं करोतु तस्य. कान्सेप्ट् स्केटर्ड् अस्ति. ओके. तत् कारणेन अष्टाध्यायी प्रसिद्धता न्यूनम् अभवत् काले. सो काले काले इत्युक्ते पाणिनेः काले तु बहु प्रसिद्धः परन्तु छात्र किं छात्राणां कृते कठिनम् अभवत्. आम् आम्. तदपि कण्ठस्थीकरणीयं. तत्कारणेन अपि प्रसिद्धता न्यूनम् अभवत्. न्यूनम् अभवत्. तत् भट्टोजी दीक्ष अनन्तरं भट्टोजी दीक्षित केम् अप् वित् कौमुदी परम्परा. कौमुदी परम्परा. भट्टोजी दीक्षित कस्मिन् काले आगतवान्? 1600 इति अहं चिन्तयामि. 1600 छात्राणां बहु सुलभम् अभवत् कम्पेर् टु अष्टाध्यायी. परन्तु भट्टोजी दीक्षितस्य छात्रः वरदराजाचार्य किं कृतवान्? बहवः सूत्राणि सन्ति. प्राब्लम् भट्टोजी दीक्षित कौमुदी वस् एक तत् ऐ ट्रैङ्ग् टु रिमेम्बर् द वर्ड् फोर् दट् ऐ नो द कान्सेप्ट्. देर् वर् मेनी preliminary sutras that need to be explained. Anuvritti is that anuvritti. There were many preliminary sutras that needed to be explained for one sutra to even be understood. So when when Bhattoji Dikshita gives a sutra, he had to give all the preceding context of the sutras called anuvritti. So that was the problem with Bhattoji Dikshita's Kaumudi. वरदराज किं वरदराज आचार्य किं कृतवान् सर्वे 4000 सूत्राः आवश्यकं नास्ति. किं किं सूत्राः आवश्यकम् अस्ति तत् सर्वे सूत्राः आहत्य ऐ थिङ्क् 1200 सूत्राः. दिस् इस् वाट् इस् नीडेड् फार् द बेसिक् व्याकरणं टु बि अण्डर्स्टुड् एण्ड् हि पुट् आल् दोस् इवन् मोर् कन्सैस् कम्पेर्ड् टु कौमुदी. हि मेड् इट् लघु, हि मेड् इट् लेस्टर्. So that is how Laghu Siddhanta, from Ashtadhyayi, Kaumudi came, and from Kaumudi, Laghu Siddhanta Kaumudi came. Okay. Okay. Yeah. So, Ashtadhyayi, Sadhanantaram, Siddhanta Kaumudi, Tatra to Sutra Vishye Bhinnata Nasti, Manasi Sthapayanto Sarve, huh? Yavat Sutrani Ashtadhyayam Asan, Tavat Eva, सिद्धान्तकौमुद्याम् अपि आसन्. ओके, तदनन्तरं प्रिया वदति, तदनन्तरम् अष्ट भट्टोजिदीक्षितस्य शिष्यः किं कृतवान्? ओके, अहं तु छात्रः, अतः मम कृते यावत् आवश्यकं तदनुगुणम् अहं न्यूनीकरोमि. हा, अतः सः स्वीकृतवान् किं 1200. हा प्रिया, from 400 approximately 4000 sutrani santi ashtadhyayam. Tadeva siddhanta kaumudyam api asti. Tadanantaram agatam laghu siddhanta kaumudi. Idanim gachhamah kutra पुष्पादीक्षित् महोदयस्य कृते, महोदयस्य समीपं. हु इस् देर्? सौम्या कृष्णन्. सौम्या कृष्णन्, हा भगिनि. हा, ओके. श्व नाम श्रुतवती? आं भगिनि, नाम श्रुतवती. किं जानाति? महाभागा इति वयं जानीमः. ह्यः व्याख्यानं भवति एतेषां सूत्राणां कृते. तदनुसृत्य एव सूत्रपाठं सर्वत्र प्रचलति. ओके, अहं बहु सम्यक्तया न अवगतवती. भगिनी, व्याख्यानं भवति सूत्राणां व्याख्यानं पुष्पादीक्षितमहाभागायाः व्याख्यानम् अनुसृत्य एव पठनं भवति. अहम् अधिकं न व्याख्यानं. कस्य व्याख्यानं? सूत्राणाम्. ओके, परन्तु कौमुदीरीत्या वा अष्टाध्यायीरीत्या? ओके, पश्यामः. हा, चिन्ता नास्ति. सुन्दरम् अस्मि भगिनि. पुष्पदीक्षित् नाम श्रुतवान्? हा, श्रुतवान्. ओके, किमपि मनसि आगच्छति पुष्पदीक्षित् नाम श्रुत्वा? Pushpa Dikshit made it easier to, she came up with a new syllabus to make it easier for people like me to learn Sanskrit. So she's still there putting a lot of efforts, and she created a new syllabus so that she picked up the important parts of the vyakaranam, what we should learn, so that once we could pick up and we can then get on our feet and learn more. So she is still working, wonderful activity is going on. So that much I know. Yeah. And where does Swarup Mahoday come in this? Frankly, I don't know, but I think he is serving Dikshit Bhagini to spread the message. I don't know really, actually. Okay. Okay. Anya Kopi Kimapi Janati? Huh? Urmila? No. No, I'm not Janami. Aham Uptvati. ओके न न चिन्ता न चम्पा आं भगिनी किमपि जानाति पुष्पादीक्षित पुष्पादीक्षित मम समीपे बहु पुस्तकानि अस्ति अहं विषये न जानामि तस्याः किं वर्गाः प्रचलन्ति तत्र किमपि प्रयत्नं कृतवती वा पठितुम् इदानीमपि नूतनवर्गः आरम्भं भविष्यति इति अहं वाट्सप् माध्यमेन प्राप्तवती न ओके भगिनी मम शिक्षिका विभक्ति वल्ली सी टोल अस अबाउट पुष्पा दीक्षित अहं बहु न जानामि भगिनि अच्छा ओके पुष्पा दीक्षित महोदय नूतन व्याकरणवर्गः आरम्भं करोति इति अहं वाट्सप् माध्यमेन मेसेज् प्राप्तवती कदा आरम्भं भविष्यति डेट् डिक्लेर् न अभवत् परन्तु गूगल् फार्म् तु प्रेषितमस्ति तत्र लिङ्क् ओके परन्तु माध्यमं तत्र हिन्दीभाषा ओके तत्तु मनसि स्थापनीयम् इदानीम् आगच्छामि हा पुष्पादीक्षित् महोदय किम् अस्ति टु समरैस् हा पाणिनि अष्टाध्यायी प्रकरणरीत्या लिखितवान् प्रकरणरीत्या इत्युक्ते लिङ्क् सूत्रस् ओके सूत्रस् लिङ्क् वन् वित् दि अदर् देर्फोर् इफ् उदाहरणार्थं वदामि यदा अत्र जया अस्ति हा ओके जया वदति अहम् आपणं गच्छामि ओके तस्याः पतिः किं वदति अहमपि ओके एतत् अहमपि यत् वयं शृणुमः तस्य किम् अर्धभागं तु गतं न अहम् अपि तत्र सम्पूर्णं किम् अस्ति अहम् अपि भवत्या सह आपणम् आगच्छामि इति ओके एतत्तु स्पष्टतया न वक्तुं किम् आवश्यकता अस्ति अस्मिन् सन्दर्भे एवं पाणिनिमहर्षि सूत्राणि निर्मितवान् अतः प्रथमसूत्रस्य किमपि भागं यदा द्वितीयसूत्रे उपयोगं कर्तव्यं तस्य रेपिटिशन् न भवति ओके एवं महोदय अष्टाध्याय्याः निर्माणं कृतवान् अतः किम् अभवत् सम्बडि सेड् न सूत्रस् आर् स्केटर्ड् ओके यदा अहं सन्धिविषयं सन्धिविषयस्य सूत्राणि उपयोगं कर्तुम् इच्छामि सर्वत्र तत्र परिशीलनं करणीयम् अष्टाध्याय्याम् तदनन्तरमेव अतः मम सम्पूर्ण अष्टाध्याय्याः ज्ञानम् आवश्यकम् अतः प्रथमकार्यम् अष्टाध्याय्याः कण्ठस्थीकरणं, द्वितीयकार्यम् अष्टाध्याय्याः सूत्राणाम् अवगमनं प्राप्तव्यम् इति क्रमेण गच्छति. परन्तु यदा वयं कौमुदीरीत्या गच्छामः तदा किं भवति, प्रक्रियाग्रन्थः इति तस्य नाम, अन्यनाम. किमर्थं प्रक्रिया इत्युक्ते ईच् टापिक् whatever sutras are required for that topic sarvam ekatri kritva dattam asti. Okay, ekatri kritva dattam asti tada asmakam krute kim asti bahu sulabham bhavati upayogam kartum. Okay, parantu tatra kinchit क्लिष्टमपि भवति. पाणिनि किं कृतवान्, मी टु, अहमपि आगच्छामि, अहम् अपि. एतत्तु उपयोगं महोदय कृतवान् तस्य ग्रन्थे, परन्तु कौमुदीग्रन्थे तस्य उपयोगं वयं स्थापयामः. ओके, तत्र किञ्चित् क्लिष्टं भवति. तदेव प्रिया उक्तवती अनुवृत्ति. अनुवृत्ति इत्युक्ते completion of half set sutram. Okay, idanim agachhamah Pushpa Dikshit mahodayasya samipam. Sa itopi bhinna ritya interpretation kritavati mukhyataya kriya pada vishaye. Sa kim kritavati, paninyehe riti api swikritavati, दीक्षित भट्टोजिदीक्षितस्य रीति अपि स्वीकृतवती. सा किं कृतवती, धातोः विभजनं सार्वधातुकाः आर्धधातुकाः इति विभजनं कृतवती. तदा किं भवति, अस्माकं कृते धातूनां प्रक्रिया कथं करणीयं, कथम् अवगमनं करणीयं, तस्य विषये किञ्चित् सुलभता प्राप्नुमः. कथं, सेम् पेटर्न् धातु और् सेम् पेटर्न् लकार शि क्लब् देम् टुगेदर् एण्ड् देर्फोर् वेन् वि नो वन् वि केन् नो आल् दि अदर्स्. सिमिलर्ली फस्ट् आर्धधातुक शि बैफर्केटेड् इट् एण्ड् देर्फोर् लर्निङ्ग् द डेरिवेशन् आफ् द धातुस् अकार्डिङ्ग् टु द विभजनं सार्वधातुक धातु धातवः आर्धधातुक धातवः, एतस्य आधारेण तस्य प्रक्रिया बहु सुलभं भवति. ओके, इदानीम् आगच्छामः स्वरूपमहोदयस्य समीपं. स्वरूपमहोदयः पुष्पादीक्षितमहोदयस्य महोदयायाः छात्रः. ओके, महोदय बहु सम्यक्तया पठितवान्, तस्य आधारेण यत् सः पठितवान् बहु सम्यक्तया स्पष्टीकृत्वा, हा स्पष्टीकृत्य क्षम्यताम्, अस्माकं कृते करपत्राणि निर्माणं कृतवान्. तदेव वयं पठिष्यामः अग्रिमवर्गे, वर्गस्य आरम्भतः. ओके, यावत्पर्यन्तम् अवगतं पुष्पादीक्षित् महोदया किं सहजभोजः इति नाम्ना वाल्यूम्स् पुस्तकानि लिखितवती. ओके, ऐ थिङ्क् इदानीं तु षट् सिक्स् वाल्यूम्स् आर् देर् सहजभोजः. वेन् ऐ बाट् इट् इट् वास् फोर् वाल्यूम्स्, इदानीं सिक्स् वाल्यूम्स्. सा तु अग्रे गच्छति. ओके, इदानीम् अहं किमपि किं करोमि, स्क्रीन् शेर् करोमि, किञ्चित् अवगमनार्थम् अस्माकं करपत्रविषये. ओके, यावत्पर्यन्तं किमपि समस्या अस्ति, प्रश्नमस्ति, पृच्छन्तु अस्ति चेत् न अग्रे गच्छामि ओके या एनिवन् टेलिङ्ग् एनिथिङ्ग् न भगिनि स्पष्ट न भगिनि दिस् इस् जस्ट् एन् इन्ट्रोडक्टरि क्लास् ऐ हव् नाट् स्टार्टेड् द सब्जेक्ट् ओके कारणम् अहं ज्ञातुम् इष्टवती कः वा का किं जानाति किं ज्ञातुम् इच्छति अथवा वाट्स् द लेवल् केचन जनाः आल्रेडि दे आर् डूयिङ्ग् सम् आफ़् दि अदर् बेचस् एम् ऐ रैट् जान्वरि मासे एकं तु आरम्भम् अभवत् इदानीं तु द्वितीयं तत्पूर्वम् ऐ थिङ्क् 2020 सेप्टेम्बर् अपि आरम्भम् अभवत् तत्पूर्वमपि ओके सो फर् द न्यू कमर्स् ऐ एम् शोयिङ्ग् यु आल् हौ टु लोकेट् द करपत्रम् ओके स्क्रीन् शेरिङ्ग् करोमि डेस्क्टाप् ओके कण्टिन्यू ओके इदानीं दृश्यते वा आं भगिनि आं भगिनि दृश्यते आमाम् ओके हा एकनिमिषम् ओके सैट् जानन्ति हा वर्ल्ड् सान्स्क्रिट् डाट् नेट् गूगल् सर्च् मध्ये एतत् स्थापयामः चेत् लिङ्क् मिलिष्यति ओके अन्यथा एतदस्ति लिङ्क् मेन् पेज् पठन्तु मेन् पेज् पठन्तु कारणं तत्र अस्माकं किं उद्देश्यं विषये तु लिखितमस्ति पाणिनीयव्याकरणं नवीना दृष्टिः टैटल् अपि बहु स्पष्टमस्ति ओके इदानीम् अत्र वामभागे लेफ्ट् सैड् पश्यन्तु हा सैट् विषये ज्ञातं हा वर्ल्ड् सान्स्क्रिट् डाट् नेट् स्लाश् विकि स्लाश् मेन् पेज् ओके फैन् हा तावत्पर्यन्तम् एतत् बुक् मार्क् कृत्वा वयं स्थापयामः चेत् बहु सुलभं भविष्यति ओके विश्वसंस्कृतगवाक्षः अस्माकं सैट् नाम ओके इदानीं दिस् लेफ्ट् सैड् इस् योर् मेन् मेनु ओके अत्र 1, 2, 3, 4 इति अस्ति हा वयम् एतत् क्रमेण पठामः अग्रिमपाठे अग्रिमकक्षायां वयम् आरम्भं कुर्मः धातुगणाः इति करपत्रेण ओके अतः धातुगणपरिचयः 01 तत्र वयं क्लिक् कुर्मः चेत् धातुगणपरिचयः तत्र प्रथम करपत्रमस्ति धातुगणाः इति ओके ओके दिस् इस् वाट् वि विल् बि स्टार्टिङ्ग् वित् ओके यदा पूर्वं पठित्वा आगन्तव्यम् आगन्तुम् इच्छति चेत् तदपि कर्तुं शक्नोति अनन्तरं क्रमेण वयम् अग्रे गच्छामः ओके अस्माकं मूलयन्त्राणि तत् सर्वं मन्दं मन्दम् अग्रे गच्छामः हा एकस्मिन् दिने एव सर्वं पठितव्यं कुत्रापि न दत्तम् अस्ति तदनन्तरम् इम्पार्टेण्ट् पोर्शन् अस्ति 08 ओके 08 किं वदति वर्गस्य ध्वनिमुद्राणि ओके तत्र वयं पश्यामः चेत् हा अस्माकं तु वर्गः ध्वनिमुद्राणि मुद्राणां विषयः तत् नास्ति कुत्र गन्तव्यं पाणिनिव्याकरणं 2022 ओके पाणिनिव्याकरणं 2022 तदस्ति 08 मध्ये 11 तत्र क्लिक् कुर्मः चेत् किम् आगच्छति एतत् आगच्छति वयं जानीमः जान्वरि मासे अस्मिन् वर्षे एव वर्गाः आरम्भं कृताः ओके तस्मिन् विषये ज्ञातुम् इच्छति चेत् अत्र क्लिक् कर्तव्यम्. ओके, सर्वम् अत्र अस्ति. ये कोऽपि तत्र अपि पठन्ति एवं कुर्वन्ति. इदानीम् अहं तत् कोलाप्स् करोमि. अस्माकं कृते किम् अस्ति, पाणिनीयव्याकरणं 2022 आगस्ट्, कारणं वयम् इदानीम् आरम्भं कृतवन्तः. ओके, अतः अत्र पुनः अहम् एक्स्पाण्ड् करोमि चेत् चत्वारि नामानि सन्ति अत्र. ओके, मम वर्गः सेशन् 1, पाणिनीयव्याकरणं सेशन् 1 अत्र अस्ति. ओके, परन्तु यदा भवन्तः अन्यवर्गम् अपि स्वीकर्तुम् इच्छन्ति चेत् तत्र अपि गन्तुं शक्यते. ओके, कारणं चत्वारि वर्गाः सन्ति, पर्मिशन् अस्ति सर्वत्र प्रवेष्टुम्. ओके, अतः विना सङ्कोचं सर्वत्र गच्छन्तु, समयः अस्ति चेत्, अन्यथा सर्वं शृणोतु, रेकार्डिङ्ग् अस्ति. कारणं नीलं भगिन्याः तु वर्गः अभवत्, सत्यभामा भगिन्याः अपि वर्गः अभवत्, तत्र गच्छति चेत् अतः एकः एव वर्गः समाप्तः, धातुगणाः सा अपि तदेव कृतवती, तत् श्रोतुं शक्नुवन्ति. आडियो अस्ति, करपत्रमस्ति. सत्यभामा महोदयायाः अपि वर्गः समाप्तः, एकः वर्गः समाप्तः, तस्याः अपि अत्र स्थापितम् अस्ति. अद्य मम वर्गः अभवत्, तस्य स्थापनं तु किञ्चित् अनन्तरं भविष्यति. ओके, अतः चिन्ता नास्ति. ओके, दृष्टं समस्या, प्रश्नं न न महोदय. ओके, स्पष्टमस्ति सर्वं? भगिनी स्पष्टम्. ओके, किमपि अन्य नास्ति चेत् वर्गं समापयामः. पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.